सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयम्। तत्र अधुना अत्र व्याख्यानस्य आकृतिः इति बिन्दु द्वितीयबिन्दुतः आरम्भं कुर्मः, परन्तु तस्य प्राक् यत् पठितं तस्य विषये एकवारं पुनः परिशीलनं कृत्वा अग्रे सरेम। वयं दृष्टवन्तः व्याकरणे कार्याणि त्रिविधम्, आदेशः, आगमः अथवा अपि च लोपकार्यम्। अनन्तरं तत्र सूत्रस्य अर्थस्य अवगमनार्थं तत्र पाणिनिना सूत्रेषु विभक्तियान्तं पदस्य तत्र सः तस्य प्रयोगं कृतवान्। व्याकरणे प्रत्येकस्य विभक्तियान्तं पदस्य विशिष्ट अर्थः वर्तते इति वयम् अधुना जानीमः। तस्य विशिष्ट अर्थस्य तस्य कोड् कः अस्ति इति अस्मिन् करपत्रे तत्र स्वरूपमहोदयेन दत्तम्। सूत्रे षष्ठीविभक्तियान्तं पदः अस्ति चेत् यदि तत् पदं षष्ठीविभक्तियान्तं पदं सम्बन्धं न सूचयति तस्मिन् सूत्रे, तस्मिन् विशिष्टसूत्रे, तत्र षष्ठीविभक्तियान्तं पदः स्थाने सूचयति। षष्ठीस्थाने योगः इति एकं परिभाषा सूत्रमस्ति व्याकरणे। तेन आधारेण वयं ज्ञातुं शक्यते, तत् सूत्रम् एतत् एव वदति, यत्र सूत्रेषु षष्ठ्यान्तं पदः अस्ति यदि सः पदं तत्र सम्बन्धं न सूचयति, व्यावहारिक अर्थः न सूचयति, तदात् किं भवति, सः षष्ठ्यान्तं पदं तत्र स्थाने भवति, तस्य स्थाने तत्र कार्यं करणीयम् इति तस्य कोड् अस्ति। अनन्तरं तत्र प्रथमाविभक्तियान्तं पदः सूत्रे अस्ति चेत् सः तु व्यवहारे तु तत् कर्ता सूचयति, परन्तु सूत्रेषु प्रथमाविभक्तियान्तं पदः अस्ति चेत् सः किं सूचयति, आदेशः, आगमः अथवा नामकरणम्। एतानि त्रीणि कार्याणि प्रथमाविभक्तियान्तं पदस्य द्वारा महर्षि सूचयति। अनन्तरं तत्र वयं दृष्टवन्तः कारणस्य विना, हेतुविना तत्र कार्यं न भवति व्याकरणे। सो हेतु यः अस्ति, यः तस्य अन्य नाम अस्ति निमित्तम्। सो निमित्त विना कार्यं न भवति व्याकरणे। सो निमित्तस्य कृते पाणिनिना त्रीणि विभक्तियान्तं पदस्य प्रयोगं सः कृतवान्। सूत्रे सप्तमी विभक्तियान्तं पदः अस्ति चेत् सः किं निर्देशं करोति, तत्र एकं परिभाषासूत्रमस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य, इत्युक्ते यः सप्तम्यान्तं पदः अस्ति सूत्रे तस्य तत् पदं तेन किं तत्र सूचयति, कोऽपि वर्णः अथवा कोऽपि वर्णसमूहः अस्ति चेत् सः निमित्तं भवति तस्य तस्मिन् इति निर्दिष्टे पूर्वस्य निर्दिष्टात् कार्यं, तेन सूत्रेण यः कार्यं निर्दिष्टं कार्यम् अस्ति सः सप्तमी विभक्तियातं पदस्य पूर्वे भवति, साक्षात् पूर्वे भवति, इत्युक्ते अव्यवहितरूपेण तत् स्थानी अपि च निमित्तं भवेत् चेदेव कार्यं भवति। सो सप्तमी विभक्तियातं पदः पूर्वकार्यं, सप्तमीविभक्तियान्तं पदस्य पूर्वे कार्यं भवति, सः निमित्तं भवति, कार्यस्य परे निमित्तम् अस्ति। सो वयं किं वदामः, सप्तमीविभक्तियान्तं पदस्य अर्थः अस्ति पूर्वकार्यं परनिमित्तम्। इत्युक्ते वि केन् गेट् अ पिक्चर् देट् स्थानी एण्ड् निमित् where they are existing. They are just te dau sthani api cha nimitam ek madhye kimapi nasti tatra kopi vyavadanam nasti chedev tatra karyam bhavati tukte avyavahita rupena sthani plus nimitam asti chedev karyam bhavati. So nimitam pare ayati anantaram ayati yatra karyam karaniyam sthani tukte सः निमित्तस्य पूर्वे अस्ति. सो तस्मिन् इति निर्दिष्टे पूर्वस्य निर्दिष्टकार्यात् सप्तमी विभक्त्यान्तं पदस्य पूर्वे भवति. अनन्तरं पञ्चमी विभक्त्यान्तं पदः तत्र सूत्रे अस्ति चेत् सः अपि निमित्तं भवति कार्यस्य कृते. परन्तु सः किं निर्देशं करोति? तस्मात् इति उत्तरस्य, इत्युक्ते तस्मात् इति कथनेन तत् पञ्चमी विभक्त्यान्तं पदः. सो पञ्चमी विभक्त्यान्तं पदस्य अनन्तरं निर्दिष्टं कार्यात् कार्यं भवति. सो निमित्तं यः अस्ति, कारणं यः अस्ति, सः आदौ आयाति, तस्य साक्षात् अनन्तरं तत्र कार्यं भवति इति परिभाषासूत्रस्य अर्थः. तस्मात् इति उत्तरस्य इति परिभाषासूत्रं, तेन एव वयं ज्ञातुं शक्यते यत्र यत्र सूत्रेषु पञ्चमी विभक्त्यान्तं पदः अस्ति सः निमित्तं भवति, निमित्तस्य साक्षात् अनन्तरम् उत्तरम् एव कार्यं करणीयं. सो पूर्वनिमित्तं परकार्यम् इति वयं वदामः. यत्र तृतीया विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः किं सूचयति? संयोजनम्, इत्युक्ते निमित्तस्य पूर्वे स्थानी अस्ति तत्रापि कार्यं भवति, निमित्तस्य परे स्थानी अस्ति चेत् तत्रापि कार्यं भवति. तस्य कृते यः उदाहरणम् अस्मिन् करपत्रे अस्ति सः किं स्तोः श्चुनाश्चुः, तत्र स्तोः इति षष्ठ्यन्तं पदः स्थानी भवति. सो सकारः अपि च तवर्गीयवर् व्यञ्जनस्य पूर्वे चवर्गीयव्यञ्जनः अथवा परे चवर्गीयव्यञ्जनः अस्ति चेत् तत्र कार्यं तत्र पूर्वे अपि भवितुम् अर्हति, परे अपि भवितुम् अर्हति इति तृतीया विभक्त्यान्तं पदस्य अर्थः. सो यदा वयं कोऽपि सूत्रं पठामः अग्रे गत्वा तत्र प्रत्येकस्य विभक्त्यान्तं पदस्य यः कोड् अस्ति तत् अस्माभिः तत्र तेन आधारेण एव वयं निर्णयं कर्तुं शक्यते स्थानिकः निमित्तं किम्, अत्र पूर्वनिमित्तं वा परनिमित्तं वा संयोजनम् अस्ति, कीदृशः निमित्तम् अस्मिन् सूत्रे इति तत्र सूत्र आधारेण एव वयं तत्र ज्ञातुं शक्यते कार्यं कुत्र करणीयम्. सो यत्र यत्र प्रायशः षष्ठी विभक्त्यान्तं पदः अस्ति तत्र प्रायशः आदेशरूपिः कार्यं भवति, लोपकार्यमपि आदेशरूपी कार्यः एव. तत्र किं भवति? तत्र कस्यचित् वर्णस्य लोपः भवति. सो तत् वर्णम् अपगच्छति, अतः लोपकार्यमपि आदेशकार्यं, लोपादेश इति वयं वदामः. अनन्तरं तत्र पूर्वस्मिन् वर्गे वयम् एकं सूत्रं पञ्चमी विभक्त्यान्तं पदस्य कृते एकं तत्र उदाहरणं रषाभ्यां नूनः समानपदे. सो वयं दृष्टवन्तः तत्र एकस्मिन् पदे रेफः अथवा शकारस्य अनन्तरं कोऽपि दन्त्यनकारः आयाति चेत् तत्र नत्वं भवति, इत्युक्ते मूर्धन्यनकारस्य आदेशः भवति. तत्र एकं वार्तिकम् अपि अस्ति, वयं जानीमः, वयं सर्वे जानीमः यदि दन्त्यनकारस्य पूर्वे कोऽपि ऋकारः इत्युक्ते रु इति स्वरः अस्ति तत्रापि नत्वकार्यं भवति. परन्तु रषाभ्यां नूनः यः सूत्रमस्ति तत्र ऋकारस्य कृते किमपि तत्र निर्देशं, साक्षात् निर्देशं नास्ति. यद्यपि तत्र ये वैयाकरणाः तत्र आसीत् पूर्वे तेषां मतेन किं भवति, यः रकारः अस्ति, रेफः अस्ति, तस्मिन् एव महर्षिणा रेफस्य अपि तत्र सः ही गेसेस् देट् रेफः इस् दियर् इन् द रेफस्य अंशः तत्र सोरि रु इति स्वरस्य अंशः रेफे अस्ति, अतः तत्र सः भिन्नरीत्या रेफस्य कृते न वदति. परन्तु तत्र वयं जानीमः यत्र यत्र सूत्रे भ्रमः जायते तत्र कात्यायन महर्षि तेन किं दत्तं वार्तिकं दत्तं सो तत्र एकं वार्तिकम् अस्ति रुवर्णात् नस्य नत्वम् इति वाच्यम् अस्ति रुवर्णात् इत्युक्ते रुवर्णात् पञ्चमीयन्तं पदः अस्ति इति सूत्रं नास्ति वार्तिकम् अस्ति रुवर्णात् नस्य इत्युक्ते दन्त्यनकारस्य किं नत्वं नकारः मूर्धन्यनकारः इति आदेशः इति वार्तिकं वदति सो यत्र यत्र एकस्मिन् पदे रु इति स्वरस्य अनन्तरं दन्त्यनकारः वर्तते तत्रापि नत्वं करणीयम् इति तु वयं जानीमः तत्र न केवलं रेफः इति निमित्तं मूर्धन्यषकारः निमित्तं परन्तु रुवर्णः रुस्वरः अपि निमित्तं भवति कस्य कृते नत्वकार्यस्य कृते दन्त्यनकारस्य कृते सोरि मूर्धन्यनकारस्य कृते नत्वम् इति कार्यस्य कृते त्रीणि वर्णानि अपेक्षितं रेफः षकारः अपि च रु इति स्वरः रु इति स्वरस्य वयं वार्तिकेन एव द्वारा एव तत्र किं कुर्मः नत्वमिति कार्यं कुर्मः अनन्तरम् अस्मिन् यः प्रकरणमस्ति नत्वप्रकरणं रषाभ्यां नूनः समानपदे इति यः सूत्रम् अस्ति सः सूत्रं भिन्नप्रकरणे तत्र दत्तं नत्वम् इति प्रकरणम् अस्ति अष्टाध्याय्यां तस्मिन् प्रकरणे एकं तत्र किमस्ति बाधकसूत्रमस्ति कस्य बाधकसूत्रं नत्वकार्यस्य कृते बाधकसूत्रं तत् सूत्रं किं पदान्तस्य पदान्तस्य इति सूत्रं वदति यदि एकस्मिन् पदे रेफः षकारः अपि च ऋकारः वर्तते तस्मिन् एव पदे यदि पदान्त पदस्य अन्ते दन्त्यनकारः अस्ति चेत् तस्य नत्वं न करणीयम् इति सूत्रं बाधकसूत्रं वदन्ति बाधकसूत्रं किं पदान्तस्य सो पदान्तस्य इति सूत्रं दन्त्यनकारस्य पदस्य अन्ते अस्ति चेत् तत्र णकारः न करणीयं यदा वयं जानीमः तत्र रामः इति यः प्रातिपदिकमस्ति द्वितीयबहुवचनमस्ति रामेण तत्र तृतीय एकवचनं यः अस्ति सः तु रामेण अस्ति तत्र अन्ते अकारान्त् अस्ति तृतीय एकवचनपदे तत्र अन्ते अकारः अस्ति तत्र पदान्तस्य अन्ते दन्तिना नास्ति अतः तत्र रामेण भवति नत्वं कार्यं भवति परन्तु यः द्वितीय बहुवचनपदम् अस्ति तत्र रामान् इति अस्ति अन्ते दन्त्यनकारः अस्ति वयं जानीमः तत्र दन्त्य न एव श्रूयते न तु मूर्धन्य न तस्य कृते कारणं किं निषेधकसूत्रं नत्वनिषेधकसूत्रम् इत्युक्ते पदान्तस्य इति नत्वनिषेधकं सूत्रम् अस्ति तत् सूत्रं वदति अन्ते दन्तिन अस्ति यद्यपि तत्र निमित्तं तत्र रकारः रेफः अस्ति मध्ये अट्कुप् वाङ् इति तत्र ते व्यवधानमपि अस्ति सो तत्र नत्वकार्यं भवितुम् अर्हति परन्तु बाधकसूत्रद्वारा पदान्तनकारस्य तत्र मूर्धन्यनकारः इति आदेशः न भवति अतः तत्र रामान् रामान् दन्त्यन एव श्रूयते न तु मूर्धन्यन तादृशः उदाहरणानि बहूनि तत्र सन्ति सो पदान्तस्य इति सूत्रं यदा वयं नत्वकार्यं कुर्मः एते त्रीणि सूत्राणि आवश्यकानि एकमस्ति रषाभ्यां नूनः समानपदे द्वितीयमस्ति अट् कुप्वाङ्नुं व्ययाये अपि रषाभ्यां नूनः तृतीयमस्ति पदान्तस्य एतानि त्रीणि सूत्राणि वयं प्रायशः तत्र व्यवहारे पश्यामः अतः वि शुड् नो दीस् थ्री सूत्रास् फार् नत्वकार्यं तत्र बहूनि अन्यानि सूत्राणि अपि परन्तु एतावता इत्युक्ते अस्मिन् स्तरे तत्र एतत् एव आवश्यकम् अस्तु इदानीं द्वितीयबिन्दुतः तत्र पठामः कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु न तु कार्यस्य कृते अन्यथा किञ्चित् एकनिमिषः आम् एकमेकं करोतु वदतु वदतु भगिनि ऋकारः अस्ति चेत् वार्तिकं किम् अस्ति ऋवर्णात् एकं पदमस्ति ऋवर्णात् नस्य इत्युक्ते दन्तिनकारस्य नस्य नत्वम् इति वाच्यम् अस्ति धन्यवादः पृच्छतु कोऽपि अन्य प्रश्नः अस्ति चेत् भगिनी पदान्तस्य पुनश्च वदति वा पदान्तस्य एकं सूत्रमस्ति नत्वप्रकरणे एकं सूत्रं तत्र दत्तं पाणिनिना यथा रसाभ्यां नो नः समानपदे इति यः सूत्रम् अस्ति सः प्रथमसूत्रमस्ति नत्वप्रकरणे तस्मिन्नेव प्रकरणे तत्र किमस्ति पदान्तस्य इति एकं सूत्रमस्ति पदान्तस्य इति यः सूत्रम् अस्ति तत्र रसाभ्यां नो नः समानपदे तत्र न इति तत्र अनुवृत्तिः भवति सूत्रस्य सम्पूर्ण अर्थः कः इति वदामः किम् अस्ति पदान्तनकारस्य पदान्तदन्तनकारस्य णत्वं न करणीयं यद्यपि तत्र किं निमित्तानि सर्वाणि निमित्तानि पूरितानि सन्ति चेदपि पदान्तनकारस्य णत्वं न करणीयम् इति सूत्रस्य अर्थः पदान्तस्य इति सूत्रमस्ति तस्य सङ्ख्या का इति अहं न जानीमः तत्र पश्यामः तस्य सङ्ख्या किम् अस्ति न तु प्रकरणे 8.4.37 आम् आम् आम् अष्टमध्याये अस्ति त्रिपाद्याम् अस्ति एतत् सर्वाणि सूत्राणि सो सूत्रमस्ति पदान्तस्य सो पदान्तस्य सूत्रं किं निषेधं करोति दन्तनकारस्य सर्वदा तत्र अट्कुप्वाङ् नुं व्ययाये अपि च रसाभ्यां नो नः समानपदे एतत् तत्र ये निमित्तानि अपेक्षितानि तेषाम् उपस्थितम् अपि यदि तादृशः तत्र स्थितिः अस्ति तथापि तत्र पदान्तनकारस्य नत्वं न करणीयम् इति सूत्रं वदति सो तत्र रामशब्दरूपं पश्यामः चेत् वयं ज्ञातुं शक्यते यत्र यत्र राम इति शब्दे रेफः अस्ति निमित्तम् अस्ति र आम तत्र मध्ये अट् वर्णः अपि सन्ति सो तत्र नत्वकार्यं कुत्रचित् भवति कुत्र न भवति कुत्र न भवति यत्र दन्तनकारः पदस्य अन्ते अस्ति इति पदान्तस्य इत्युक्ते पदस्य तस्मिन् पदस्य एकस्मिन् पदस्य अन्ते दन्तनकारः अन्तिमवर्णः अस्ति चेत् तस्य मूर्धन्यनकारः इति आदेशः न करणीयम् इति निषेधक बाधकसूत्रं वदति सो तत्र वयं किं दृश्यामः द्वितीयबहुवचने किमस्ति रामान् न अस्ति दन्ति न एव अस्ति परन्तु रामेण इति यः तृतीय एकवचनम् अस्ति तत्र यः दन्ति न अस्ति सः पदान्ते नास्ति इत्युक्ते अन्तिमवर्णः नास्ति तत्र अन्तिमवर्णः अकारः अतः तत्र नत्वकार्यं भवति तत्र मूर्धन्यनकारः इति आदेशः भवति रामेण वयं कथं लिखामः रकारः दीर्घाकारः मकारः एकारः अपि च मूर्धन्यनकारः अनन्तरम् अकारः रामेण परन्तु रामान् इति अस्ति तत्र अन्ते दन्तनकारः अतः तत्र नत्वं न भवति तस्य कृते कारणं किं पदान्तस्य इति सूत्रं कारणम् मया किम् उक्तं व्याकरणे यत् किमपि भवति तस्य कृते सूत्रम् अपेक्षितं सूत्रद्वारा एव तत्र सर्वाणि कार्याणि भवति सो यत्र वयं न पश्यामः तत्र सूत्रम् आवश्यकम् अस्ति सो यदा तत्र नकारस्य नत्वं न भवति तस्य कृते सूत्रं किं पदान्तस्य इति सूत्रम् पदान्तस्य अन्ते त्रीणि सूत्राणि सन्ति इति भवती उक्तवती रसाभ्यां नुण्णग अट्कु नत्वकार्यस्य कृते नत्वकार्यस्य कृते न तु पदान्तस्य कृते नत्वकार्यस्य कृते तत्र त्रीणि किं प्रायशः वयं तेषाम् उपयोगं कुर्मः व्याकरणे पदनिर्माणार्थम् एकमस्ति रसाभ्यां नूनः समानपदे, द्वितीयमस्ति अट् कुप्वाङ्नुं व्ययाये अपि, तृतीयमस्ति पदान्तस्य. वदतु प्रश्नः कः. तदेव भगिनि, भवती त्रीणि सूत्राणि अस्ति इति उक्तवती. एकसूत्रं रसाभ्यां नूनः, द्वितीयसूत्रम् अट् कुप्वाङ्न, तृतीय सूत्रं पदान्तस्य अन्ते वा? वार्तिकम् अस्ति, तेन वार्तिकेन किं भवति, रुवर्णः यदि एकस्मिन् समानपदे रु इति स्वरः अस्ति चेत् तस्य परे कोऽपि दन्तिनकारः अस्ति अथवा रु अपि च दन्तिनकारस्य मध्ये अट् कुप् वाङ् नुम् इति व्यवधानम् अस्ति, तत्रापि नत्वकार्यं करणीयम् इति वररुचिमहर्षि वदति वार्तिकेन द्वारा. अनन्तरं तत्र आम् वार्तिकेन द्वारा एव तत् कार्यं करणीयं, तत् सूत्रद्वारा न करणीयं. किमर्थं चेत् अष्टाध्याय्यां कोऽपि सूत्रं नास्ति रुवर्णस्य कृते, रु इति स्वरस्य कृते. आमां सत्यम्. एकः प्रश्नः अस्ति, पृच्छामि वा? आं पृच्छतु. अत्र भवती इदानीम् उक्तवती तृतीयविभक्ति भवति चेत् अत्र निमित्तं संयोजनरूपेण तत्र पूर्वे अपि भवति परे अपि भवति, स्थाने अत्र किं भवति महोदय? इदानीम् उक्तवती सोहोश्चुनाश्चुः इति अनेन षष्ठी एकवचनम्, परन्तु अत्र पूर्वे अपि भवति परे अपि भवति इत्युक्ते तत्र स्थाने कुत्र भवति? पुनः वदामि, तृतीयविभक्तियान्तं पदः सूत्रे अस्ति चेत् तत् किं निर्देशं करोति? स्थानि पूर्वे अपि कार्यं, स्थानि परे अपि कार्यम्. यत्र तृतीयविभक्तियान्तं पदः अस्ति इत्युक्ते यत्र निमित्तम् अस्ति, यदि निमित्तस्य पूर्वे स्थाने अस्ति तत्रापि कार्यं, निमित्तस्य परे स्थाने अस्ति तत्रापि कार्यम् इति संयोजनं तृतीयविभक्तियान्तं पदः. इदानीं स्तोः चुनाश्चुः इति यः सूत्रमस्ति, स्तोः इति कथनेन षष्ठ्यान्तं पदः, शुचुना इति कथनेन तृतीयविभक्तियान्तं पदः. शुचुना इत्युक्ते चु इति उकारान्त शब्दः अस्ति, अतः यथा हरिणा गुरुणा इति भवति तथैव शुचुना इति तृतीयविभक्तियान्तं पदः. सो तृतीयविभक्तियान्तं पदः निमित्तम् अस्ति कार्यस्य कृते निमित्तम्. पञ्चमी सप्तमी तृतीयविभक्तियान्तं पदः कार्यस्य कृते निमित्तं. सो अत्र निमित्तं किं? शुचुना इति निमित्तम्. आदेशः कः? श्चुः इति आदेशः. किमर्थं चेत् श्चुः इति प्रथमविभक्तियान्तं पदः. सो अत्र स्थाने किम् अस्ति? षष्ठी विभक्तियान्तं पदः. सो स्तोः इति कथनेन तत्र किमस्ति? स्तोः इति षष्ठ्यान्तं पदः. सो शकारः अपि च चवर्गस्य पूर्वे तकारः अस्ति तत्रापि कार्यं, तवर्गीयव्यञ्जनः अस्ति तत्रापि कार्यं. शकारः अपि च श्चुना चू अस्ति चेत् तस्य परे कोऽपि तवर्गीयव्यञ्जनः अथवा सकारः अस्ति चेत् तत्रापि कार्यं भवति इति वयम् उदाहरणरूपेण अपि तत्र दृष्टवन्तः. तत्र अन्यत् च इति यः उदाहरणम् अस्ति, अत्र त इति यः अस्ति सः तु किमस्ति? स्थानी. स्तोः इति कथनेन स्थानी, च इति कथनेन शुना, शुना इति कथनेन अत्र निमित्तम् अस्ति. सो निमित् अपि च स्थानी मध्ये किमपि व्यवधानं नास्ति, साक्षात् अनन्तरम् अस्ति, अतः तत्र किं भवति? तवर्गीयव्यञ्जनः स्तोः षष्ठीविभक्तियान्तं पदः अपगच्छति, तस्य स्थाने प्रथमविभक्तियान्तं पदः यः आदेशः अस्ति सः एव आयाति. सो अत्र त अपगच्छति, तस्य स्थाने चु इति चवर्गीयप्रथमव्यञ्जनः आयाति स्थाने अन्तरतमः इति सूत्रेण. इत्युक्ते तुल्यतमवर्णः एव स्थानी तत्र यः स्थानी अस्ति तस्य स्थाने आयाति. सो अन्यच्च, परन्तु द्वितीयः उदाहरणम् अस्ति, तत्र थ द द न यः स्थानी अस्ति स्थानी अनन्तरम् अस्ति इत्युक्ते निमित्तस्य अनन्तरं स्थानी अत्र निमित्तस्य पूर्वे स्थानी स्वपूर्वे अपि कार्यं भवितुम् अर्हति परे अपि कार्यं भवितुम् अर्हति निमित्तस्य पूर्वे इत्युक्ते पञ्चमी तृतीयविभक्त्यान्तं पदस्य पूर्वे अपि कार्यं परे अपि कार्यं कदा यदा तत्र स्थानी इति पदम् अस्ति अत्र तु तथ दद न इति कथनेन पञ्चम वर्गीयपञ्चमवर्णः तवर्गीय तु इति कथनेन तथ दद न अपि च सकारः सो अत्र अनन्तरं न अपगच्छति तस्य स्थाने कः आदेशः चुः च छ ज ज ञ तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इत्युक्ते अनुनासिक अत्र अनुनासिकवर्णः अस्ति तवर्गीय अनुनासिकवर्णः सो च वर्गेषु एकमेव वर्णः अनुनासिकवर्णः ञ इति वर्णः पञ्चमवर्णः पञ्चमवर्गीयव्यञ्जनः सो अत्र न दन्तिन अपगच्छति तस्य स्थाने चु इति च वर्गीय पञ्चमवर्णः आदेशरूपेण आयाति चुः इति तत्र किमस्ति गुरुः इति प्रथमा एकवचनं पदम् आदेशः किमर्थं चेत् अत्र स्थानी दत्तं यत्र यत्र सूत्रे स्थानी तत्र प्रायशः आदेशरूपी कार्यः सः स्थानीपदम् अपगच्छति तस्य स्थाने प्रथमा विभक्त्यान्तं पदः आयाति चुः इति आयाति सो अत्र ञ इति आयाति सो संयोजनं निमित्तस्य पूर्वे अपि कार्यं भवितुम् अर्हति निमित्तस्य परे अपि कार्यं भवितुम् अर्हति ज इति कथनेन किमस्ति च छ ज तृतीयव्यञ्जनः श्चुना इति ज इति तृतीयविभक्त्यान्तं पदः सो तृतीयविभक्त्यान्तं पदस्य अनन्तरमपि निर्दिष्टं कार्यं भवति तृतीयविभक्त्यान्तं पदस्य पूर्वे अपि निर्दिष्टं कार्यं भवितुम् अर्हति इति तत्र तृतीया संयोजनम् इति निर्देशं करोति अन्यप्रश्नः अपि अस्ति महोदय तुदादिगणीयधातुः अनन्तरं तुदादिगणीयधातुः किञ्चित् उक्तवती खलु शत्रान्तपदं तुदादिगणीये रूपं द्वयं भवति अत्र एतत् विषये किञ्चित् वदतु महोदय कृपया तत्र किं भवति भुवादिगणे अपि च तुदादिगणे मध्ये तत्र यदा कर्तृप्रदम् इत्युक्ते प्रथमा विभक्ति सोरि तिङन्तरूपं पश्यामः चेत् प्रथमा रूपं पश्यामः चेत् तत्र धातु तिङ् मध्ये भुवादिगणे अपि अकारः श्रूयते तुदादिगणे अपि अकारः श्रूयते सो कथं जानीमः तिङन्तरूपं पश्यामः चेत् कथं जानीमः धातु कस्मिन् गणे अस्ति भुवादिगणे वा तुदादिगणे परन्तु वयं जानीमः भुवादिगणे गुणकार्यं भवति इत्युक्ते तत्र शप् इति विकरणप्रत्ययः शकारस्य कारणेन शकारः गुणस्य कृते प्रेरयति पकारः गुणस्य कृते बाधा न करोति अतः तत्र गुणं भवति परन्तु तुदादिगणे केवलं विकरणप्रत्ययः अस्ति श इति विकरणप्रत्ययः तत्र पकारस्य अभावेन गुणः बाधितं भवति सो यद्यपि तत्र लिख् धातु अस्ति तत्र उपधायां ह्रस्व इकारः वर्तते तथापि तत्र लिखति एव भवति तत्र लेखति इति गुणकार्यं न भवति किमर्थं चेत् तत्र यः विकरणप्रत्ययः लिख् इति धातु साक्षात् अनन्तरं यः विकरणप्रत्ययः तस्मिन् विकरणप्रत्यये पकारस्य अभावः अस्ति सो यत्र यत्र षित् प्रत्ययेषु पकारस्य अभावः अस्ति तत्र गुणः बाधितं भवति सो तत्र गुणकार्यं न भवति सो तत्र सो परन्तु तत्रापि विकरणप्रत्ययस्य आकृति अ एव अवशिष्टभागः अ एव अस्ति भुवादिगणे अ एव अस्ति सो यत्र गुणप्रसङ्गः अस्ति तत्र तु वयं सरलतया जानीमः गुणः भवति चेत् तत्र धातुतिङ्मध्ये अकारः श्रूयते तत्तु सत्यं परन्तु यदि धातौ गुणः वयं पश्यामः सः भुवादिगणस्य धातुः यदि तत्र गुणप्रसङ्गः अस्ति तथापि तत्र गुणः न दृश्यते वयं किं वदामः धातुः तुदादिगणस्य धातुः परन्तु तत्र एकं किम् अस्ति तत्र भ्रमः जायते कुत्र यत्र गुण धातौ गुणप्रसङ्गः नास्ति इत्युक्ते चल् इति धातुः चल् इति धातुः अन्ते कोऽपि इकवर्णः नास्ति उपदायां कोऽपि ह्रस्व इकारः नास्ति सो तत्र चलति इति रूपं पश्यामः चेत् धातु तिङ् मध्ये अकारः तु श्रूयते परन्तु कथं जानीमः चल् इति धातुः तुदादिगणस्य धातुः न तु भुवादिगणस्य धातुः परन्तु पठ पठति इति पश्यामः चेत् पठति इति धातु तु भुवादिगणस्य धातुः तु कथं जानीमः तत्र एतस्य उत्तरं कुत्र लभ्यते शत्रन्तप्रकरणे इत्युक्ते ये धातवः तुदादिगणस्य धातवः पाणिनिना स्थापिताः तत्र शत्रन्तप्रकरणे तेषां रूपद्वयं वर्तते इत्युक्ते तत्र नकारः यः शत्रन्तप्रकरणे नकारस्य तत्र किं भवति आगमः भवति परन्तु तुदादिगणे धातूनां कृते तत्र नकारः विकल्पेन आयाति इत्युक्ते अस्माकं विवक्षा अस्ति चेत् वी केन् पुट् ए चलन्ति इति रूपम् आर् चलति इति रूपं दीर्घ इकारः अन्ति सो तत्र रूप चल् इति धातु कृते रूपद्वयं लोके वर्तते चलन्ति सः चलन्ति गच्छति सः चलति गच्छति सो यत्र यत्र शत्रन्तप्रकरणे वयं रूपद्वयं पश्यामः धातु तिङ् मध्ये अकारः श्रूयते तत्र किं भवति वयं वदामः तत्र धातुः तुदादिगणस्य धातुः परन्तु भुवादिगणस्य तत्र यः नकार शत्रन्तप्रकरणे नकारस्य आगमः सः नित्यं भवति इत्युक्ते तत्र एकम् एव रूपम् अस्ति पठन्ति चलति एकम् एव रूपम् अस्ति तत्र पठन्ति अपि च पठति नास्ति तत्र एकमेव सो भुवादिगणस्य धातूनां कृते नक नुमागमः नकारस्य आगमः नित्यं भवति शत्रन्तप्रकरणे परन्तु तुदादिगणस्य धातुविषये तत्र विकल्पेन भवति नकारस्य आगमः अतः तत्र किं रूपद्वयं वर्तते सो यत्र यत्र गुणप्रसङ्गः तत्र तु वयं जानीमः गुणं यत्र यत्र गुणं भवति सः तु भुवादिगणस्य धातु किमर्थं चेत् तुदादिगणः कदापि गुणः न भवति परन्तु यत्र गुणप्रसङ्गः नास्ति तत्र तस्य उत्तरं शत्रन्तप्रकरणे वयं प्राप्तुं शक्यते बहु समीचीनं महोदय धन्यवादः धन्यवादः कोऽपि अन्यप्रश्नः अस्ति चेत् पृच्छतु द्वितीयबिन्दुतः आरम्भं कुर्मः कः पठितुम् इच्छति गायत्री एच् भगिनी अस्ति वा नो चेत् चेतन् भगिनी ध्वनि श्रूयते आं भगिनि कृपया अत्र पठतु द्वितीयबिन्दुतः अत्र दृश्यते व्याख्यानस्य आकृतिः व्याख्यानस्य आकृतिः यदा सूत्रस्य विवरणं दीयते अस्माकं संस्कृतव्याकरणम् इति जालस्थाने तदा व्याख्याने कश्चन क्रमो वर्तते स च क्रमः सदा समानो भवति एकम् सूत्र अत्र किञ्चित् वदतु अत्र किं लिखितमस्ति संस्कृतव्याकरणे यदा सूत्रस्य विवरणं पश्यामः अत्र शृणोतु भगिनि अत्र विशिष्ट अत्र कस्य विषये अस्ति इत्युक्ते संस्कृत वर्ल्ड् संस्कृत डाट् नेट् इति यः वेब्सैट् अस्ति स्वरूप महोदयेन निर्मितं वेब्सैट् यः अस्ति तस्मिन् वेब्सैट् मध्ये वयं किं पश्यामः भिन्नभिन्नकरपत्राणि तत्र सन्ति यतः एतत् अस्ति पाणिनीयं सूत्रं कथं पठनीयम् इति करपत्रं कुत्र लभ्यते वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थाने तत् करपत्रं वर्तते तस्मिन् करपत्रे किम् अस्ति अस्मिन् जालस्थाने अस्मिन् वेब्सैट् मध्ये स्वरूपमहोदयेन किं दत्तं प्रत्येकस्य सूत्रस्य तत्र अर्थं दत्तं, व्याख्यानं दत्तं. सो अस्मिन् अस्मिन् यः जालस्थानम् अस्ति, अस्माकं यः जालस्थानम् अस्ति वर्ल्ड् संस्कृत डाट् नेट्, तत्र सूत्रस्य व्याख्यानस्य क्रमः कथम् अस्ति इति अत्र बिन्दुद्वारा तत्र दत्तम्. सो वेन् वी रीड् अ सूत्र फ्राम् दिस् करपत्रं, फ्राम् दिस् वेब्सैट्, हौ द क्रमः इस् दियर् इति अत्र दत्तम् अस्ति. सो देट् वी नो हौ द स्वरूप् महोदय हेज् रिटन् द सूत्रस्य विवरणं कथं दीयते अत्र अस्मिन् करपत्रे, अस्मिन् जालस्थाने. किं जालस्थानं किम् अस्ति? वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थानं, संस्कृतव्याकरणम् इति जालस्थानम् अस्ति. अस्तु, पठतु भगिनी अत्र प्रथमबिन्दुकः. सूत्रस्य अर्थः: एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्. इत्युक्ते सूत्रस्य अर्थं, सूत्रस्य अर्थं निर्दिशति. यः प्रथमवाक्यं तत्र विवरणे, इत्युक्ते यः विवरणं दत्तं प्रथमवाक्ये अथवा यत्र आवश्यकता अस्ति तत्र वाक्यद्वये किं दत्तं, यः सूत्रः अस्ति यस् अत्र वयं किं पठामः, सूत्राधारेण एव व्याकरणस्य अध्ययनं कुर्मः. सो सूत्रस्य अर्थः कः? सरलरूपेण तत्र एकस्मिन् वाक्ये अथवा वाक्यद्वये आदौ प्रथमे किं दत्तं, सूत्रस्य अर्थः कः. यथा वयं तत्र दृष्टवन्तः इको यनचि, इकः स्थाने यन् आदेशः, अचि परे इति तत्र एकस्मिन् वाक्ये तत्र सूत्रस्य अर्थं दत्तं. सो आदौ किम् अस्ति? सूत्रस्य अर्थः. एकस्मिन् वाक्ये और् वाक्यद्वये यत्र आवश्यकं तत्र वाक्यद्वये सूत्रस्य अर्थं दत्तम्, अथवा एकस्मिन् एव वाक्ये तत्र आदौ एव, इत्युक्ते फस्ट् वाट् इस् गिवन् इन् दिस्, तत्र विवरणं यः अस्ति, क्रमः यः अस्ति सूत्रस्य कृते, सूत्रस्य व्याख्यानस्य कृते, प्रथमे तत्र किं दत्तं, प्रथमे तत्र सूत्रस्य अर्थं दत्तम्. अनन्तरं किं दत्तम्? समासानां विग्रहवाक्यं. बहुषु सूत्रेषु समासाः सन्ति चेत् तेषां विवरणं दीयते. सूत्रेषु समासः अस्ति चेत् तस्य विवरणं इत्युक्ते समासान्तपदं सूत्रे अस्ति कस्मिंश्चित् सूत्रे, यदि तत्र समासः वर्तते तत्र ही हेज् गिवन् इत्युक्ते स्वरूप् महोदय हेज् गिवन् कः समासः, तस्य विग्रहवाक्यं किम्. किमर्थं चेत् विग्रहवाक्यं पठामः चेदेव सूत्रस्य सम्पूर्ण अर्थं तत्र ज्ञातुं शक्यते. सो सूत्रस्य विग्रहवाक्यमपि दत्तं, किं समासम् अस्ति तस्य विषये अपि तत्र, अनन्तरम् अर्थस्य अनन्तरं तत्र द्वितीयवाक्ये समासस्य कृते तत्र विवरणं दत्तम् अस्मिन् जालस्थाने. तृतीयबिन्दु अपि पठतु. सूत्रे पदानां विभक्तयः. सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते. सूत्रे प्रत्येकं पदस्य विभक्तिः अपि स्वरूपमहोदयः दत्तवान् इति. सो कति पदानि सन्ति, प्रत्येकस्य पदस्य का विभक्ति इति अपि अत्र अस्मिन् करपत्र अस्मिन् जालस्थाने दत्तम्. अनन्तरं सूत्रे अनुवृत्तिः. आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूर्णार्थम्. पाणिनिः सूत्रस्य लघुत्वम् इच्छति. एकसूत्रमस्ति चेत् तस्य पूर्वे एकसूत्रम् अस्ति तस्य अधिकारम् एतत् सूत्रमपि प्रभावः अस्ति तस्य अपि ज्ञातव्यम् इति आम् अत्र न केवलं तत्र किं स्मर्तव्यम् अंशकः न केवलम् अधिकारसूत्रस्य अनुवृत्तिः भवति परन्तु तत्र वयं दृष्टवन्तः विरर्द इति संज्ञाप्रकरणं वयं दृष्टवन्तः वा न न तत्र उपदेश तत्र किम् अस्ति पूर्वसूत्रात् यदि कस्यचित् पदस्य अन्य सूत्रे आवश्यकता अस्ति चेत् सः अनुवृत्तिरूपेण तत्र आयाति इत्युक्ते किं किं किं कारणं तत्र अनुवृत्ति इति कारणं किं सूत्रस्य पूर्ण अर्थ अवगमनार्थम् इत्युक्ते यदि वयम् अनुवृत्तिसहितसूत्रं पठामः चेत् एव सूत्रस्य सम्पूर्ण अर्थं वयं ज्ञातुं शक्यते सो अनुवृत्ति इत्युक्ते किं रिपिटिशन् कानिचन पदानि पूर्वसूत्रात् तत्र किं भवति तेषाम् अनुवृत्तिः भवति किमर्थम् अनुवृत्ति आवश्यकं सूत्रस्य पूर्ण सूत्रस्य अर्थावगमनार्थं सो एक्चुलि वाट् हेपन्स् इस् देट् वेनेवर् पाणिनि महर्षि स्टार्ट्स् अ प्रकरणम् समानकार्यः प्रकरणम् इत्युक्ते यस्मिन् स्थले एकः एकादृशः एव कार्यं भवति यथा वयं दृष्टवन्तः नत्व इति प्रकरणम् हव् वि रेड् द इत्संज्ञाप्रकरणम् महेश तत्र इत्संज्ञाप्रकरणम् अनन्तरम् आयाति वा एक्चुलि ऐ एम् टीचिङ्ग् टु क्लासेस् वित् निमित्तम् अनन्तरं हा आम् वी हेव् नाट् इत्संज्ञाप्रकरणम् अत्र न अत्र न आयाति अनन्तरम् आयाति अस्मिन् यः मूलयन्त्राणि तत्र सन्ति द्वितीयः अध्यायः तस्मिन् एव अध्याये तत्र तृतीयः अहं चिन्तयामि चतुर्थकरपत्रम् अस्ति इत्संज्ञाप्रकरणम् So, what does Panini Maharishi do? He suppose ekasmin prakarane tatra kasyachit padasya bahushu sutreshu tasya padasya avashyakta. Yatha iko yanachi samhitayam. So, yatra yatra swar sandhi athva hal sandhi athva visarg sandhi bhavati वयं जानीमः तत्र किं भवति संहितायां संहितायाम् इति पदस्य तत्र आवश्यकता सो बट् वी नो देट् पाणिनि महर्षि मुख्यलक्ष्यः कः ग्रन्थं सम्पूर्णं भवेत् अपि च ग्रन्थं लघु अपि भवेत् सो तस्य कृते सूत्रस्य लघुत्वं सः इच्छति सूत्रं लघु अस्ति चेदेव ग्रन्थं लघु भवति सो सूत्रस्य लाघवार्थं सः किं कृतवान् सः अनुवृत्ति इति शैली तस्य प्रयोगं कृतवान् सो वैरवर्तिसंहितायाम् इति पदस्य आवश्यकता बहुषु सूत्रेषु अग्रिमेषु बहुषु सूत्रेषु वर्तते हि फौण्ड् देट् दिस् पद विल् कम् इन् मोस्ट् आफ् दिस् सन्धिसूत्रं सूत्राणि वाट् हि डिड् इस् देट् हि मेड् दिस् संहितायाम् एस् अधिकारसूत्रं हि सेड् देट् wherever all the sutras after this sutra till some suppose 40 sutras they will come in the samhitayam iti sutrasya adhikare te sarvani sutrani ayanti so tasyak aashayah kah he wants us that this we should do this anuvrittihi in agrimeshu bahushu sutreshu इत्युक्ते तत्र यः अधिकारसूत्रम् अस्ति तस्य कोऽपि भिन्न अर्थः नास्ति अधिकारसूत्रस्य एकम् एव प्रयोजनम् अस्ति व्याकरणशास्त्रे. अधिकारसूत्रः अग्रिमेषु बहुषु सूत्रेषु तस्य आवश्यकता, अतः तस्य नाम सः कृतवान् अधिकारसूत्रम्. इत्युक्ते यत्र यत्र इको यनचि अकः सवर्णदीर्घः वृद्धिरचि यत् यत् किमपि तत्र विधिसूत्रं सन्धिकार्यस्य कृते तत्र संहितायाम् इति पदस्य आवश्यकता. सो ही पुट् दिस् संहितायाम् इति एकस्मिन् एव सूत्रे सः दत्तवान् एण्ड् ही मेड् दिस् एज् अधिकारसूत्रः. सो वी विल् नो देट् दिस् संहितायाम् इति यः सूत्रम् अस्ति, अस्य सूत्रस्य अधिकारः किं सूत्रम् आरभ्य किं सूत्रपर्यन्तं वर्तते इति तत्र अस्माभिः ज्ञातव्यम्. वी शुड् नो देट् दिस् अधिकारसूत्रः कुत्र कुत्र कार्यं करोति. प्रथमसूत्र आरभ्य मे बि अशीतितमसूत्रं तः तत्र अस्य सूत्रस्य अधिकारः वर्तते इति तु अधिकारसूत्रस्य अनुवृत्तिः. परन्तु वयं जानीमः न केवलम् अधिकारसूत्रस्य अनुवृत्तिः भवति, परन्तु कस्यचित् पदस्य अनुवृत्तिः अग्रिमेषु किञ्चित् त्रीणि चतुर् त्री फोर् फैव् सूत्रात् तत्र किं भवति तस्य आवश्यकता, पदस्य अनुवृत्तिः आवश्यकं. यथा तत्र एकं सूत्रमस्ति उपदेश अजनुनासिक इत्. सो इत् संज्ञाप्रकरणे तत्र अष्टसूत्राणि सन्ति, तत्र इत् इत् इत् इति पदस्य सर्वत्र आवश्यकता अस्ति. परन्तु इत् इति यः उपदेशे अजनुनासिक इति सूत्रम् अधिकारसूत्रं नास्ति, परन्तु तत्र तस्य इत् इति पदस्य अपि च उपदेशे इति पदस्य अग्रिमेषु पञ्च सूत्रेषु तस्य आवश्यकता अस्ति. किमर्थं? सूत्रस्य अर्थ अवगमनार्थं. सो ही गेव् ए नाम नेम् टु देट् अनुवृत्तिः. सो इत् इति पदस्य हलन्त्यम् इति सूत्रे अपि तस्य अनुवृत्तिः भवति, उपदेश इति पदस्यापि अनुवृत्तिः भवति. सो अनुवृत्ति यः शैली अस्ति, पाणिनिः लघुत्वम् इच्छति, अतः तस्य कृते सः किं कृतवान्? एकं शैली इति अनुवृत्तिरूपेण सः निर्मितवान् पाणिनिमहर्षि. एकमस्ति अधिकारसूत्रद्वारा यः अनुवृत्तिः भवति अग्रिमेषु बहुषु सूत्रेषु, तस्य अधिकारसूत्रस्य सम्पूर्णतया किं भवति? अनुवृत्तिः भवति अग्रिमेषु बहुषु विधिसूत्रेषु. इत्युक्ते यत्र यत्र कार्यस्य कृते यस्मिन् यस्मिन् सूत्रे कार्यस्य कृते निर्देशः, तत्र अधिकारसूत्रस्य पूर्णतया तत्र किं भवति? अनुवृत्तिः भवति. परन्तु तत्र किञ्चित् पूर्वसूत्रात् कस्यचित् पदस्य अनन्तरमपि आवश्यकता, सो तत्पदमपि अनुवृत्तिरूपेण अग्रिमे सूत्रे तत्र दत्तम्. परन्तु अष्टाध्याय्याम् इति अनुवृत्ति न दत्तं, तत्र केवलं क्रमेण सूत्राणि एव दत्तानि. यः worldsanskrit.net इति जालस्थानम् अस्ति स्वरूपमहोदयेन निर्मितं, सः तत्र अन्ते किं सः तत्र दत्तवान्? अनुवृत्तिसहितसूत्रं किम् अस्ति तदपि दत्तवान्. अस्मिन् सूत्रे कस्य कस्य पदस्य अनुवृत्तिः भवति इत्युक्ते यथा मया उक्तम् अट्कुप्वाङ् नुम् व्ययाये अपि, सूत्रं तावत् एव अस्ति अट्कुप्वाङ् नुम् व्ययाये अपि. तत्र किमस्ति? तत्र रसाभ्यां नोनः समानपदे इति सम्पूर्णसूत्रस्य अनुवृत्तिः भवति, रिपिटिशन् भवति. सो अनुवृत्तिसहितसूत्रं पठामः चेदेव तत्र किं भवति? सूत्रस्य अर्थः वयं ज्ञातुं शक्यते. यदि वयम् अहं केवलं वदामि अट्कुप्वाङ्नुं व्ययाये अपि, अपि किम्? अपि रसाभ्यां नोनः समानपदे. सो तत्र रसाभ्यां नोनः समानपदे इति सम्पूर्णसूत्रस्य तत्र किम्? अनुवृत्तिः भवति. सो अनुवृत्तिसहितसूत्रं पठामः चेत् सूत्रस्य सम्पूर्ण अर्थं वयं ज्ञातुं शक्यते. सो अस्मिन् जालस्थाने इत्युक्ते worldsanskrit.net इति जालस्थाने यदा तत्र सूत्रस्य विवरणं दत्तं स्वरूपमहोदयेन, तत्र अन्ते अनुवृत्तिसहितसूत्रम् अपि दत्तं कस्य कस्य पदस्य अत्र अनुवृत्तिः आवश्यकं यदा वयं पदान्तस्य इति सूत्रं पश्यामः तत्र किमपि न अवगम्यते पदान्त अन्ते किं करणीयम् इति न जानीमः परन्तु अनुवृत्तिसहितसूत्रं पठामः चेदेव तत्र वयं ज्ञातुं शक्यते तत्र रसाभ्यां नो नः न इति निषेधकसूत्रम् अस्ति पदान्तस्य न इति तत्र पदद्वयस्य तत्र किं भवति अनुवृत्तिः अनुवृत्तिसहितसूत्रं वाक्य इव दृश्यते सो वाक्यम् इव दृश्यते चेत् तत्र सम्पूर्णसूत्रस्य अर्थः वयं ज्ञातुं शक्यते अनुवृत्तिसहितसूत्रं पठामः चेदेव सो तत्र अनुवृत्तिः आवश्यकम् अस्मिन् करपत्रे अस्मिन् जालस्थाने यदा तत्र सूत्रस्य विवरणं दत्तम् अन्ते तत्र अनुवृत्तिसहितसूत्रम् अपि दत्तं कस्य कस्य पदस्य अस्मिन् सूत्रे अनुवृत्तिः आवश्यकम् इति अपि तत्र दत्तम् अस्तु इदानीम् अनन्तरं पठामः धन्यवादः भगिनी गिरिजा भगिनी अस्ति वा आं महोदय अत्र पठतु तदर्थं येषाम् तदर्थम् एषां सूत्राणां समानप्रकारककार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति तत्पदं पुनः द्वितीये सूत्रे न दीयते अस्माभिः मनसि तत्पदम् आनेतव्यम् यथा रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहम् अपि वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहम् अपि आपणं गच्छामि इति यद्यपि श्यामः केवलम् अहम् अपि इत्यवदत् तथापि वयं तस्य अर्थं पूरयामः मनसि तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अस्माभिः आनेतव्यानि तादृशपदस्य अनुवृत्तिः अस्ति इत्युच्यते व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते यत् मया उक्तं तदपि अत्र सरलरीत्या अत्र स्वरूपमहोदयेन सर्वं दत्तं वदतु किञ्चित् प्रतिपादयतु किं लिखितमस्ति अत्र पाणिनिमहोदयः यदा एकसूत्राणि प्रतिपादयति तत् द्वितीय समये न उक्तं वयं पूर्वसूत्राणि रूपाणि दृष्ट्वा तत् अर्थं स्वीकरणीयम् इति यथा द्वौ रामः श्यामः द्वौ अपि अहम् आपणं गच्छामि यथा रामः उच्यते श्यामः अहमपि इति उच्यते इत्युक्ते अहमपि आपणं गच्छामि इत्यर्थं समानरीत्या पाणिनेयः सूत्रेषु अपि यथा एकसूत्रं प्रतिपादयित्वा तदनन्तरम् अन्यसूत्राणि पुनः पुनः न उच्यते वयम् एव तत् रूपं सूत्रं दृष्ट्वा तत् समान अनुवृत्तिः किम् आगच्छति इति अवगन्तुं करणीयम् इति हा तदेव अस्ति भगिनी सम्यक् प्रतिपादयति सो तस्य अर्थः पाणिनिमहर्षि एकवारम् एव किम् एकं पदम् एकस्मिन् प्रकरणे इत्युक्ते एकस्मिन् यः कार्यं भवति तस्य कृते सः एकवारम् एव पदं सः उक्तवान् यथा तत्र यः सन्धिसूत्राणि तत्र सन्ति तत्र यः प्रथमसूत्रम् अस्ति इत्युक्ते सन्धि अच् सन्धिसू प्रकरणे अच् सन्धि इति एकं प्रकरणम् अस्ति व्याकरणे तत्र यः प्रथमसूत्रमस्ति सः सूत्रमस्ति इको यनचि सो अत्र यः अचि अचि इति यः सप्तमी अन्तं पदः सः तत्र अचि इति पदस्य बहुषु विधिसूत्रेषु अस्य पदस्य आवश्यकता हि विल् नाट् रिपीट् दिस् अचि पदम् इन् अनन्तरं ये सूत्राणि तत्र आयान्ति तत्र सः अचि इति न वदति सो अस्माकं मनसि तत् पदम् आनेतव्यम् इति अत्र लिखितमस्ति वी शुड् नो देट् तत्र किं भवति यदा तत्र एकम् अनन्तरं सूत्रम् आयाति अकः सवर्णे दीर्घः अचि इति पदस्य तत्र अनुवृत्तिः आवश्यकम् अकः सवर्णे दीर्घः इति यः सूत्रं दीर्घसन्धि कृते यः सूत्रं सः अनन्तरम् आयाति तत्र अचि इति पदस्य अनुवृत्तिः आवश्यकम् इत्युक्ते सप्तमी अन्तं पदः अचि इति सप्तमी अन्तं पदः सो अचि परे एव किं भवति अकः सवर्णे दीर्घः अकः इति एकं तत्र प्रत्याहारः अकः सवर्णे दीर्घः सूत्रं तावदेव अस्ति अकः सवर्णे दीर्घः परन्तु तत्र निमित्तं न दत्तं तत्र निमित्तपदं न दत्तं सो इको यनचि इति सूत्रं प्रथम अहं चिन्तयामि तत्र सत् सप् बिट्वीन् इको यनचि एण्ड् अकः सवर्णे दीर्घः देर् आर् मनि सूत्रास् मोर् देन् 20-25 सूत्रास् बिट्वीन् इको यनचि एण्ड् अकः सवर्णे दीर्घः सो अकः सवर्णे दीर्घः यः कार्यं भवति दीर्घ सवर्ण आदेशः सः कदा करणीयं यदि अचि परे अस्ति चेत् सो तत्र अचि इति पदस्य अनुवृत्तिः सो देट् इस् वै ही हेज् गिवन् द प्रकरणम् एकदृशः कार्यः सः एकस्मिन् स्थले एव दत्तवान् हि डस् नाट् गिव् द हि स्टार्ट् द अच् सन्धि प्रकरणम् एण्ड् हि विल् एण्ड् दिस् अच् सन्धि प्रकरणं हि विल् गिव् द अधिकारसूत्रम् आदौ प्रथमप्रकरणस्य आदौ एव यदा सः तत्र तत्कार्यस्य कृते ये ये सूत्राणि आवश्यकानि हि विल् गिव् द अधिकारसूत्रं किमर्थं चेत् अधिकारसूत्रः देट् पदः इस् वर्सटैल् पदः इत्युक्ते अग्रिमेषु बहुषु सूत्रेषु अचि इति पदं तु केवलं मे बि सम् 5 or 6 or 10 सूत्रास् तत्र अचि इति पदस्य आवश्यकता परन्तु तत्र यः प्रसङ्गः सन्धिप्रसङ्गः यः अस्ति सः कदा भवति संहितायाम् इति प्रसङ्गे एव भवति सो यत्र यत्र संहिता अस्ति तत्र एव किं करणीयं सन्धिकार्यं करणीयं सो अधिकारसूत्रः हि विल् गिव् देट् पदः विच् इस् रिक्वयर्ड् इन् मोर् देन् मे बि 30-40 सूत्रास् हि विल् पुट् देट् एस् एन् अधिकारसूत्रः किमर्थं चेत् यदा वयं वदामः वाट् इस् अधिकारसूत्रः तस्य एकमेव अर्थः अस्ति अधिकारसूत्रे यत् पदं दत्तम् अधिकारसूत्रे प्रायशः एकः एव प्रायशः एकः एव पदं तत्र पाणिनिना ददम् एकं वा द्वौ पदं द्वौ पदः सो तत्र तस्य अधिकारसूत्रस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते अनुवृत्तिरूपेण अतः हि गिव्स् देट् एस् एन् अधिकारसूत्र अन्यथा तत्र अधिकारसूत्रः किमपि तस्य प्रयोजनं नास्ति वयं किं वदामः अधिकारसूत्रस्य तत्र किं भवति अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु वर्तते अतः तत् अधिकारसूत्रम् इति वदामः देट् इस् द डेफिनिशन् गिवन् फार् अधिकारसूत्रम् अधिकारसूत्रं कोऽपि कार्यस्य कृते निर्देशं न करोति केवलं शीर्षकरूपेण तत्र वर्तते इत्युक्ते संहितायाम् इति एकम् अधिकारसूत्रमस्ति, प्रत्ययः इति एकम् अधिकारसूत्रमस्ति. सो प्रत्ययः इति सूत्रं तत्र तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययः प्रत्ययः यत्र यत्र विधिसूत्रम् आयाति तत्र प्रत्ययः प्रत्ययः इति पदस्य किम् अनुवृत्तिरूपेण आयाति. सो ही मेड् दिस् प्रत्ययः एस् अधिकारसूत्रम्. ही सेड् दट् दिस् इस् एन् अधिकारसूत्रम् बिकास् अस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते, अतः एतत् अधिकारसूत्रम्. सो अधिकारसूत्रं केवलं तत्र तस्य प्रसङ्गे, सूत्रस्य अधिकारसूत्रस्य प्रसङ्गे एव कार्यं तत्र करणीयम् इति अधिकारसूत्रस्य अर्थः. परन्तु भिन्नरूपेण अपि अनुवृत्तिः भवति. यदा एकस्मिन् प्रकरणे तत्र यदा मया उक्तम् अचि इति पदम्, अचि इति पदम् इको यन् अचि इति सूत्रात् तत्र अनुवृत्तिरूपेण आयाति. सो वयं किं वदामः, अचि इति पदम् इको यन् अचि इति सूत्रात् अनुवृत्तिरूपेण अग्रिमेषु कस्यचित् षट् और् सप्त सूत्रेषु तस्य अनुवृत्तिः भवति. परन्तु यस्य पदस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु वर्तते तत् अधिकारसूत्रम् इति पाणिनिना दत्तम्. इट् विल् गेट् क्लेरिफै वेन् वि रीड् द सूत्रः. सूत्राधारेण यदा वयं पठिष्यामः तत्र किं भवति, अनुवृत्तिः किं, कस्य सूत्रात् अत्र अनुवृत्तिः, कस्य पदस्य अनुवृत्तिः कुत्र भवति इति तत्र स्पष्टता आयाति. इदानीं तु किञ्चित् भ्रमः आयाति, परन्तु यदा वयम् अग्रे पठिष्यामः चेत् तत्र एतत् सर्वं स्पष्टं भवति. अस्तु, पञ्चमबिन्दुः कः पठितुम् इच्छति? हरि ओम् महोदय. गिरिजाबन् वदतु महोदय, वदतु. अधिकारसूत्र अस्ति, अधिकारसूत्र अस्ति, पूर्णतया मते अनुवृत्ति भवति न सर्वदा? प्रायशः सर्वदा न वदामः, प्रायशः मतलब् जन 99% आफ् द टैम्स्. अच्छा, अनुवृत्ति अनुवृत्तिसूत्रम् अस्ति तु पदानि मत जके अनुवृत्तिसूत्रं किं महोदय, वाट् इस् अनुवृत्तिसूत्रम्? अनुवृत्ति अनुवृत्ति अहम् ऐ मीन् टु से अनुवृत्ति अनुवृत्ति अस्ति तत्र मत एकं पदं यद् द्वे पदे मत जके अनुवृत्ति भवति सूत्रे पूर्ण अनुवृत्ति न भवति, पूर्णसूत्रम् अनुवृत्ति न भवति. न न, तत्र कस्यचित् कुत्रचित् एकस्य एव पदस्य अनुवृत्तिः, कुत्रचित् द्वौ पदस्य अनुवृत्तिः पूर्वसूत्रात् फ्रोम् द प्रीवियस् सूत्रः. पूर्ण अनुवृत्ति न भवति पूर्वसूत्रे पूर्णतया कुत्रचित् भवति न महोदय, कुत्रचित् भवति. वि केनाट् फिक्स् द थिङ्ग्स् यथा वयं तत्र दृष्टवन्तः, इदानीमेव दृष्टवन्तः रसाभ्यां नौनः समानपदे तु अट्कुप्वाङ्ग् नुं व्यये अपि तत्र पूर्ण पूर्वसूत्रस्य पूर्णतया अनुवृत्तिः भवति. अस्तु अस्तु अस्तु, सो कुत्रचित् भवति, कुत्रचित् भवति तु मत अधिकारसूत्रमध्ये लक्षणं नास्ति, पूर्णरूपेण मत आवर्ति भवति तत्र मत अधिकारसूत्रं भवति. वि कान्ट् से लैक् देट् अधिकारसूत्रमध्ये अग्रिमेषु बहुषु सूत्रेषु, वेन् वि से बहुषु सूत्रेषु देन् इट् मीन्स् more than 5, 6, 10. I told you na that pratyah iti adhikarah tritiyadhyaye api vartate, chaturthadhyaye api vartate, panchamadhyaye api vartate. Out of 8 adhyayas, 3 adhyaye madhye pratyah iti padasya anuvritti. So tat adhikar sutram, that is the lakshanam for an adhikar sutram. Agrimeshu bahush sutreshu tasya anuvritti bhavati इति तस्य लक्षणं. श्लोचना भगिनी अस्ति वा? आं महोदय. अत्र पञ्चबिन्दु पठतु भगिनी. अस्तु, पञ्चमबिन्दु आमां पञ्चम महोदय न दृश्यते पञ्चमबिन्दु स्क्रीन् न दृश्यते वा अत्र अस्ति सूत्रे अधिकारः तृतीयमस्ति उदाहरणं यण् सन्धिः इति न न तस्य उपरि अस्ति न पञ्चमबिन्दु षष्टमबिन्दु इति अस्ति आं महोदय सूत्रे अधिकारः सूत्रे अधिकारः केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्धपूरणार्थम् उपविशन्ति अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते अत्र दीयते इत्युक्ते अहमपि पठामि वा न प्रथमे किञ्चित् प्रतिपादयतु पञ्चमबिन्दु कः वदत् किं वदति अस्तु सूत्रे अधिकारः इत्युक्ते केषाञ्चित् पदानां उपयोगः अग्रिमसूत्रेषु अपि वर्तते वारं वारं तस्य अधिकारसूत्रस्य पुनरावृत्तिः भवति तस्य सूत्रस्य आवश्यकता अपि भवति सः एव अधिकारसूत्रः अधिकारसूत्रे यानि पदानि भवन्ति तानि पदानि अग्रिमसूत्रेषु अपि भवन्ति अर्थपूरणार्थं भवन्ति यदि अधिकारसूत्रस्य आधारेण एव सूत्रस्य परिपूर्ण अर्थम् अवगम्यते अस्माभिः आमां सत्यं तदेव अधिकारसूत्रस्य अधिकारसूत्रं दत्तं कुत्र दत्तम् अत्र दीयते इति यः लिखितमस्ति इत्युक्ते अस्मिन् जालस्थाने अत्र यः द्वितीयबिन्दुः अस्ति व्याख्यानस्य आकृतिः कुत्र वर्ल्ड् संस्कृत डाट् नेट् इति तत्र सो तत्र किं दत्तं यदा कोऽपि सूत्रस्य विवरणं दत्तं तत्र सूत्रः कस्य सूत्रस्य अधिकारे आयाति इत्यपि दत्तम् अधिकारसूत्रस्य विषये अपि तत्र लिखितम् अस्मिन् जालस्थाने सो कुत्रचित् केवलम् एकम् एव अधिकारसूत्रः नास्ति कुत्रचित् द्वौ अधिकारसूत्र एक कोऽपि विशिष्टसूत्रः यदा प्रत्ययः परश्च धातुः इति त्रीणि अधिकारसूत्राणि तत्र किं भवति यत्र यत्र प्रत्ययः इति अधिकारसूत्रम् आयाति तत्र तत्र परश्च इति सूत्रस्य अधिकारः अपि वर्तते सो कुत्रचित् न केवलम् एकम् एव अधिकारसूत्रस्य आवश्यकता कुत्रचित् द्वौ अधिकारसूत्रस्य अपि आवश्यकता सो तत् सर्वं दत्तं यदि कस्यचित् सूत्रस्य विवरणम् अस्मिन् जालस्थाने दत्तं तत्र के अधिकारसूत्राणि अपेक्षितानि इति अत्र तस्य विषये अपि दत्तमस्ति इत्युक्ते सूत्रं कस्य अधिकारे कस्य सूत्रस्य अधिकारे आयाति इति अपि दत्तम् अत्र दीयते इत्युक्ते अस्मिन् जालस्थाने दीयते षष्ठं बिन्दुः अपि पठतु महोदय अत्र स्वरूपमहोदयस्य स्वरूपमहोदयस्य व्याकरण सिपट् अस्ति किम् अलाद अस्ति किं महोदय स्वरूपमहोदयस्य व्याकरणं अन्य अस्ति किम् न न महोदय अन्य न अस्ति इट् इस् जस्ट् ए टीकाग्रन्थः इट् इस् अ व्याख्यानग्रन्थः महोदय सो ही इस् अ स्टूडेण्ट् आफ् माता पुष्पा दीक्षित् सो यत् वट् एवर् माता हेज़् सेड् ही हेज् पुट् आल् देट् इन् द वेब्सैट् माध्यमेन सः तत् कृतवान् द वे शी गिव्स् द एक्स्प्लेनेशन् संस्कृतव्याकरणमध्ये अन्य नास्ति अष्टाध्यायी अपि मध्ये तस्य एव विवरणम् अस्ति आम् यथा तत्र एकं तत्र वेब्सैट् अस्ति अष्टाध्यायी डाट् काम् तत्रापि व्याख्या दत्तं न महोदय सूत्रस्य व्याख्या दत्तं तथैव अत्र यः जालस्थानम् अस्ति वर्ल्ड् संस्कृत डाट् नेट् he has made the notes as per Mataji's adeshah. So अत्र सूत्रस्य विवरणं कथं दत्तम् इति अत्र लिखितम् अस्ति अस्मिन् जालस्थाने. अष्टाध्यायव्याकरणं वाट् एवर् मत् किं विवरणम् अस्ति मत् गिवन् बै स्वरूप महोदय गिवन् बै रिटन् बै नीलेश बोधश अपि अस्ति अष्टाध्यायी.com मध्ये सूत्राणि विवरणं तस्य एव कृतवान् एतत् विषये अष्टाध्यायी डाट् काम् मध्ये दट् इस् अ बिन् वेब्सैट् बट् दिस् इस् अ बिन् वेब्सैट् दिस् इस् क्रियेटेड् बै स्वरूप महोदय दट् इस् बै नीलेश महोदय अष्टाध्यायी डाट् काम् संस्कृतभारतीनेट् गूगल् मध्ये अस्ति वा आमां यु केन् टैप् डब्ल्यू डब्ल्यू डाट् बिकास् बट् फार् द 3-4 डेस् देर् इस् सम् प्राब्लम् वित् द वेब्सैट् दट् इस् वै वी आर् रीडिङ्ग् फ्रोम् द PDF. www.worldsanskrit.net इति वेब्सैट् अस्ति तत्र बहूनि तत्र तत्र किं विषयः स्वरूपमहोदयेन दत्तं देट् इस् एन् बट् वी हेव् अनदर् वेब्सैट् आल्सो वर्ल्ड्स् देट् अष्टाध्यायी डाट् काम् देट् इस् क्रियेटेड् बै नीलेश महोदय that is an app bagni na ashtajayi.com is an app so this is a website this is okay dhanyawad bagni ashtajayi.com by nilesh mohoday kim ashtajayi ashtajayi.com website ashtajayi ashtajayi.com no you just type ashtajayi.com you will get the website अस्तु इदानीं तृतीयबिन्दुतः पठामः षष्ठबिन्दुः षष्ठबिन्दुः महोदय आं पठतु भगिनि अनुवृत्तिसहितसूत्रं सूत्रं वाक्यरूपेण दीयते याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते इत्युक्ते पाणिनिः सूत्रं लघुरूपेण लिखितवान् पुनः अधिकारसूत्रमपि लिखितवान् किन्तु अत्र महोदय स्वरूपमहोदयेन यत् लिखितमस्ति तत्र अधिकारसूत्रम् अधिकारसूत्रं मिलित्वा वाक्यरूपेण सम्पूर्ण अर्थं ज्ञातुं दत्तमस्ति आं न केवलम् अधिकारसूत्रस्य अनुवृत्ति दत्तं परन्तु तत्र पूर्वसूत्रात् ये ये अनुवृत्त्याः सन्ति ते अपि दत्तं अनुवृत्तिसहितसूत्रं पठामः चेत् सम्पूर्णसूत्रस्य अर्थम् अवगम्यते इति तत्र तस्य आशयः अस्तु यथा वयं दृष्टवन्तः इको यनचि संहितायाम् इति तत्र अस्ति उदाहरणमपि पठतु उदाहरणं यण्सन्धिः यदि प्लस् अपि इ प्लस् य यद्यपि इको यणचि इकः स्थाने यण् आदेशः भवति अचिपरे संहितायां विषये इकः षष्ट्यन्तं यण् प्रथमान्तम् अचिसप्तम्यान्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचिसंहितायाम् इति अत्र दृश्यतु प्रथमबिन्दुः किम् अस्ति अत्र दृश्यतु प्रथमबिन्दुः किम् अस्ति एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम् सो अत्र इको यनचि इति यः सूत्रम् अस्ति प्रथमवाक्ये एव सूत्रस्य अर्थं दत्तं सूत्रस्य अर्थः कः इति प्रथमवाक्ये दत्तं सूत्रस्य कः अर्थः भगिनि इकः स्थाने यण् आदेशः भवति इकः षष्ट्यन्तमस्ति इक् षष्ट्यन्तमस्ति तत् स्थानी भवति यण् प्रथमान्तमस्ति प्रथमसूत्रे प्रथमान्तपदमस्ति चेत् सः आदेशः भवति अचि सप्तम्यन्तं यदि सप्तम्यन्तपदं सूत्रे अस्ति चेत् तत् परे भवति चेत् हेतुः भवति तत् निमित्तं भवति निमित्तस्य पूर्वे कार्यं करणीयम् इति निमित्तस्य पूर्वे कार्यं भवति अतः इकः पूर्वम् अस्ति चेत् तत्परे अचि अच् अस्ति चेत् यण् आदेशः भवति इत्यर्थः. पुनः अधिकारसूत्रमस्ति संहितायाम् इति. अत्र अनुवृत्ति सहितसूत्रमस्ति. इकः यण् अचि संहितायाम् अधिकारसूत्रमपि सूत्रे मिलित्वा लिखितमस्ति. अत्र यत्र संहिता अस्ति तत्रैव इकः परे अच् अस्ति चेत् इक् परे अच् अस्ति चेत् यण् आदेशः भवति इत्यर्थः. अस्मिन् सूत्रे कोऽपि सामासिकपदः नास्ति, इत्युक्ते समासः नास्ति, अतः अत्र समासस्य विवरणं न दत्तम्. परन्तु सूत्रे कति पदानि, प्रत्येकस्य पदस्य का विभक्ति इत्यपि दत्तम्. अत्र लिखितमस्ति इकः षष्ट्यन्तं, यान् प्रथमान्तम्, अचि सप्तम्यान्तं, त्रिपदमिदं सूत्रम्. अस्मिन् सूत्रे त्रीणि पदानि सन्ति. प्रत्येकस्य पदस्य का विभक्ति तदपि दत्तम् अस्मिन् जालस्थाने. सो तत्र समानरीत्या यत् किमपि सूत्रस्य व्याख्या अत्र अस्मिन् जालस्थाने दत्तम्, एतत् रीत्या एव तस्य विवरणं दत्तम्. प्रथमवाक्ये तत्र सूत्रस्य अर्थः, अनन्तरं यदि सूत्रे कोऽपि सामासिकपदः तस्य विग्रहवाक्यमपि दत्तं, किं समासं तदपि दत्तं. तृतीयबिन्दुः अस्ति सूत्रे कति पदानि, प्रत्येकस्य पदस्य विभक्ति का इत्यपि दत्तम्. अनन्तरं तत्र कस्य अधिकारसूत्रं किम् अस्ति, अत्र तु अधिकारसूत्रस्य एव अनुवृत्तिः, कोऽपि अन्यपदस्य अत्र अनुवृत्तिः आवश्यकं नास्ति, अतः अत्र न दत्तं पूर्वसूत्रात् कस्य कस्य पदस्य अनुवृत्तिः. परन्तु अत्र अधिकारसूत्रस्य एव तत्र अनुवृत्तिः. सो अनुवृत्तिसूत्रं पठामः चेत् इकः यन् अचि संहितायाम् इति सम्पूर्णसूत्रस्य अर्थः भवति. अस्तु भगिनि, धन्यवादः. पूर्णिमा भगिनी अस्ति वा? आम्, अत्र पठतु उपरितने व्याख्याने. अत्र उपरितने वाक्यानि क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. समासस्य अभावात् समासविवरणं नास्ति. तत्र समासः नास्ति. तत्र पदानां विभक्तयः दत्ताः. सूत्रे अनुवृत्तिः नास्ति. अधिकारः न अस्ति. अनुवृत्तिः सहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति. अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. इको एणचि इति सूत्रे सूत्रस्य अर्थः अपि अस्ति. समासः अत्र नास्ति. इकः एणचि, इको एणचि, तत्र सन्धि एव अस्ति. समासः नास्ति इति कारणेन समासविवरणम् नास्ति. पदानां विभक्तयः दत्ताः. पदानाम् एकः षष्ट्यन्तं, यन् प्रथमान्तम्, अचि सप्तम्यान्तम् इति विवरणं दत्तवन्तः. पदानां विभक्तयः दत्ताः. सूत्रे अनुवृत्तिः नास्ति. अनुवृत्तिः नास्ति किमित्युक्ते सेल्फ् एक्स्प्लेनेटरि. तत्र अधिकारम् अस्ति. अधिकारम् इत्युक्ते एकः भवति चेत् षष्ट्यन्तं, यन् प्रथमान्तं भवति चेत् तत् अधिकारः अस्ति. अनुवृत्तिसहितसूत्रम् अन्ते वर्तते इति संहितायाम् इति अन्ते आड् करणीयम्. अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति. अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. सूत्रे एव अधिकारः अन्तर्गतः अस्ति. आम्, यदि अपि सम्यक् वा भगिनि? आमां, सम्यक् भगिनि. परन्तु अधिकारसूत्रः अत्र इको यनचि इति विधिसूत्रम् अस्ति. इत्युक्ते विधिसूत्रं कार्यस्य कृते निर्देशं करोति. विधिसूत्रेण कार्यं निर्देशं भवति. कार्यस्य कः कार्यः? सो तत्र विधिसूत्रेषु कस्य अधिकारे एतत् सूत्रम् आयाति, अतः संहितायाम् इति अधिकारसूत्रम्। सो अधिकारसूत्रस्य विधिसूत्रे पूर्णतया तस्य अनुवृत्तिः आवश्यकं सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं। सो इकः यान् अचि, कस्य विषयप्रसङ्गः कः, संहिता इति प्रसङ्गः, संहितायाम् इति अधिकारः। सो प्रसङ्गः इत्युक्ते अधिकारः, अन्यनाम। सो तत्र अधिकार केवलं सूत्रस्वयं सम्पूर्णं, परन्तु अधिकारसूत्रस्य विधिसूत्रे अनुवृत्तिः करणीयम् इति आवश्यकम् अस्ति। भगिनी अपि अपि किं कारणं लिखितम् अस्ति अतः अस्मिन् वाक्य अधिकार अपि अन्तर्गतः। एकनिमिषः महोदय, कृपया सर्वे म्यूट् मध्ये तिष्ठतु, तत्र बहु ध्वनिः। वदतु महोदय, किमस्ति, अग्रे कः पठितुमिच्छति? अत्र अनुवृत्ति नास्ति, परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः। अपि अधिकारः अपि किं कारणे? अपि इत्युक्ते तत्र यत् दत्तं तस्य अधिकारः अस्ति, अतः विधिसूत्रम् अस्ति, अतः अधिकारः अपि तत्र आवश्यकम्। अग्रे कः पठितुम् इच्छति? कृपया स्वयम् अग्रे आगच्छतु। न अत्र न महोदय, अत्र नूतन छात्राः तत्र पठितवान्। बट् यु बिलाङ्ग् टु द अदर् ग्रुप् न भवति, दिस् इस् अ रीसेण्ट् ग्रुप्। अस्तु अस्तु अस्तु अस्तु, आम्, तदेव कारणम्। अनन्तलक्ष्मी भगिनी अस्ति वा? पठितुं न शक्नोति महोदय, मया पूर्वमेव उक्तवती खलु, प्रथम इदानीमेव बिग्नस् अस्ति अत्र, नो प्राब्लम्, मम छात्राः। अस्तु अस्तु अस्तु, कृष्णमूर्ति अस्ति वा? अहं पठामि वा महोदय? आं पठतु, इच्छति चेत् पठतु। यदि योगः अपि अभवत् खलु महोदय, अत्र पठतु, आं पठतु, यदि योगः अपि। यदि योगः अपि इत्युक्ते इकारस्य स्थाने यकारः, यद्यपि इति, अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यन् प्रत्याहारे अस्ति, सूत्रे इक् बहु लघु अस्ति खलु महोदय? धन्यवादः महोदय। सूत्रे इक् षष्टिविभक्तौ अस्ति, अतः तस्य स्थाने कार्यं भवति, यन् प्रथमविभक्तौ अस्ति, अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति। अच् सप्तमीविभक्तौ अस्ति, अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति। कार्यं किम्? ई स्थाने ई आदेशः भवति। सूत्रातः अवगतः खलु? अस्तु, सूत्रातः इत्युक्ते अत्र इको एनर्जि इति सूत्रम् अस्ति। अत्र उदाहरणरूपेण स्वीकुर्मः चेत् यदि योगः अपि अस्ति, अत्र यदि इति पदस्य अन्तिमवर्णः इकारः अस्ति, उत्तरपदस्य अपि इति अकारः अस्ति। किमपि न श्रूयते मन्ये, इदानीं श्रूयते भगिनि, श्रूयते, इकारस्य स्थाने यकारः भवति, यद्यपि इति भवति, अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यन् प्रत्याहारे अस्ति, अत्र अतः तत्र स्थाने किं भवति चेत् षष्टिविभक्तौ, सूत्रे इक् षष्टिविभक्तौ अस्ति, अत्र तस्य स्थाने कार्यं भवति इति, यन् प्रथमविभक्तौ अस्ति, पूर्वमेव दृष्टवन्तः, इकः षष्टिविभक्ति एकवचनं, यन् प्रथमविभक्ति एकवचनम्, अचि सप्तमीविभक्ति एकवचनम् अस्ति अत्र। इदानीं षष्टि स्थाने अत्र यन् प्रथमविभक्तौ अस्ति, अतः सः इकारः आदेशरूपेण भवति. अत्र वयं दृष्टवन्तः आदेशः इत्युक्ते अत्र शत्रुवत् भवति, आगमः इत्युक्ते मित्रवत् भवति. इदानीम् आदेशः रूपेण इकारस्य स्थाने आयाति, अतः सप्तमी विभक्ति अस्ति अत्र अचि इति. शब्दस्य अकारात् पूर्वं कार्यं भवति. सप्तमी इत्युक्ते पूर्वकार्यं परं निमित्तमिति. तावदेव अत्र अस्ति खलु महोदय? आमां सत्यं, सम्यक् सम्यक् भगिनी, तावदेव अस्ति अत्र. सो यदि यदि प्लस् अपि इति तत्र स्थितिः पश्यामः चेत् तत्र कथं जानीमः इ इति स्थानी अ इति निमित्तम्? अत्र संहिता तु अस्ति, इत्युक्ते संहिता इति एकं पारिभाषिकशब्दः, परः सनिकर्ष संहिता इति सूत्रं वदति. सो परस्परयोः वर्णयोः मध्ये परस्परम् अत्यन्तसमीपता अस्ति चेत् वयं किं वदामः, तत्र संहिता इति विषयः. सो अत्रापि इकारः अकारमध्ये तत्र संहिता अस्ति. सो संहिताविषये किं करणीयं, वयं जानीमः सन्धिकार्यं भवति. सो अत्र इकारः इक् प्रत्याहारस्य वर्णः. सो सूत्रे इको यनचि इति सूत्रे इक् इति प्रत्याहार षष्ठ्यान्तं पदः. सो स्थानी भवति इत्युक्ते इकारः इकारस्य स्थाने कार्यं करणीयं. कदा करणीयं? तस्य परे कोऽपि अचि इति सप्तम्यन्तं पदः अस्ति चेत् तेन कारणेन अत्र कार्यम्, इत्युक्ते द्वयोः मध्ये संहिता अस्ति. अतः इ इति अपगच्छति, तस्य स्थाने आदेशः किं? सूत्रे यन् इति आदेशः अस्ति, प्रथमान्तं पदः. सो यन् मध्ये यवरल अस्ति, परन्तु इकारस्य स्थाने केवलं य इति आदेशरूपेण आगन्तुं शक्यते. किमर्थं चेत् तत्र परिभाषासूत्रमस्ति स्थाने अन्तरतमः. यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते, कोऽपि अन्यवर्णः न आगन्तुं शक्यते. सो यन् मध्ये पश्यामः चेत् यकारः एव तुल्यतमवर्णः. कस्य तुल्यतमः? स्थानिपदस्य तुल्यतमः. अत्र स्थानि किम्? इकारः स्थानि. अतः इकारस्य स्थाने केवलं य इति यन् प्रत्याहारस्य वर्णः आयाति. सो यद्यपि इति रूपं सिद्ध्यते. सो तत्र अत्र सूत्रस्य अर्थावगमनार्थम् अत्र अतः प्रथमे किं सूत्रः किं वदति, तस्य कः अर्थः, किं विभक्तिः अस्ति इति तत्र वयं जानीमः चेदेव वी केन् अप्लै देट् सूत्र ओवर् हियर्. हौ टु ऐडेण्टिफै विच् सूत्र विल् वर्क् ओवर् हियर्. सो यत्र यत्र प्रथमे किं द्रष्टव्यं, संहिताविषये अस्ति वा नास्ति. सो संहिताविषये अस्ति चेदेव कार्यं करणीयम्, इत्युक्ते परस्पर अत्यन्तसमीपता अस्ति चेत् अत्र दृश्यतु. अत्र अपि इति पदे अकारः अत्र अन्ते इकारः अस्ति, मध्ये पकारः अस्ति. सो अकार अपि च अन्ते यः इकारः, तयोः मध्ये संहिता नास्ति. परन्तु यदि योग अपि कुर्मः चेत् इकारस्य साक्षात् अनन्तरं तत्र किम् अस्ति? अकारः. सो यदा वयं तस्य उच्चारणं कुर्मः चेत् तत्र किं भवति? तत्र किञ्चित् परिवर्तनं दृश्यते. यद्यपि यद्यपि यद्यपि यद्यपि इफ् वि स्पीक् फास्ट् देन् अन्ततो गत्वा इट् इट् यद्यपि इव श्रूयते. देट् इस् वै दिस् सन्धिकार्यं. तो संहिताविषये अस्ति चेदेव कार्यं करणीयम्. अनन्तरम् असवर्ण अच् अस्ति चेदेव तत्र फलितार्थः इको यन् अचि तत्र सर्वदा तु न भवति न. इकः परे कोऽपि अच् वर्णः आयाति तत्र सर्वदा यन् इति आदेशः तु न भवति. सो तत्र अन्यत् प्रकरणे ये अन्यत् सूत्राणि दत्तं तदपि आवश्यकानि. वि केनाट् रीड् अ सिङ्गल् सूत्र अलोन्. सम्पूर्णप्रकरणं तत्र तस्य पठामः चेदेव वी केन् नो द अच् सन्धि. एकमेकं सूत्रं पठामः चेत् वी केनाट् डु द अच् सन्धि. सी दिस् सूत्रः किं वदति? इकः परे अचि अस्ति चेत् यानादेशः करणीयं. सो ई परे ई अस्ति चेत् तदपि यानादेशः करणीयं, परन्तु तत्र न भवति, तत्र तु दीर्घ आदेशः भवति. सो अनन्तरं ये सूत्राणि तत्र प्रकरणे दत्तं तेषाम् अध्ययनम् अपि आवश्यकं. सो सम्पूर्णप्रकरणं पठामः चेदेव तत्र वी केन् डू द अच् सन्धि इन् अ बेस्ट् मेनर्, अदर्वैस् देर् विल् बि तत्र दोषः जायते. किमर्थं चेत् सूत्रं वदति इको यनचि, इकस्य परे अचि अस्ति चेत् यान् आदेशः करणीयं, तत् सर्वदा तु न भवति न. फलित अर्थः कदा भवति? यदा असवर्ण अच् परे अस्ति चेदेव तत्र यान् इति आदेशः. सो प्रकरणे अन्यत् सूत्राणि अपि आवश्यकानि, तत् तेषाम् अध्ययनम् अपि आवश्यकानि. अस्तु, आम् तेन किं भवति? तेन स्थाने अन्तरतमः. इचु यशानां तालु जानीमः चेदेव वयं जानीमः इकारस्य स्थाने केवलं य इति आदेशः करणीयं, न तु व र ल इति आदेशः करणीयः. किमर्थं चेत् इकारस्यापि तालु उच्चारणस्थानं, यकारस्यापि तालु उच्चारणस्थानं. सो स्थाने अन्तरतमः इति सूत्रं वदति यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति परिभाषासूत्रं वदति. अस्तु, अत्र स्थगामः. चतुर्थबिन्दुतः अग्रिम कक्षायां तत्र कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. इदानीं पर्यन्तं यत् पठितम् अधिकं न सम्यक् एव भवति. आम् अस्तु, धन्यवादः. इदानीं शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः.